तर्हि अस्माकं विषयः अस्ति पिरणर्थे णिजन्ताः धातवः. तत्र आरम्भे अस्माभिः परिशीलितमासीत् यद् णिच् प्रत्ययस्य संयोजनेन धातोः कः अर्थः भवति प्रेरणार्थे इति, स्वार्थे च. अत्र अस्माकं विषयः प्रेरणार्थः. तर्हि रूपम् अपि ज्ञातव्यमस्ति, अपि प्रयोगः ज्ञातव्यः. रूपम् आरब्धं तत्र प्रमुखतया श्रेणीत्रयम् अस्ति, यत्र धातुः अजन्तः, यत्र पुनः धातुः हलन्तः. हलन्तधातुषु द्विप्रकारकाः धातवः पुनः सन्ति खलु, इति अस्ति. अन्ये केऽपि पुष्पभगिनी, अन्य कोऽपि वा? हरि ओम् नाम अस्तु महोदय, भवतः ध्वनिः बहु न्यूनमस्ति. बहु कथमस्ति इदानीम्? इदानीं सम्यक् अस्ति महोदय. इदानीं सम्यक् वा? सम्यक् एव अस्ति महोदय. अस्तु, क्षम्यतां, प्रायः अङ्गुलिः तत्र आसीत्. अस्तु, तर्हि आहत्य राजेन्द्रमहोदय, लक्ष्मीभगिनी, बालसुब्रह्मण्यमहोदय, जगन्नाथमहोदय, सुब्रह्मण्यमहोदय, राजीभगिनी, पद्माभगिनी, सरलाभगिनी, पुष्पभगिनी, अन्य कोऽपि वा? विद्या अस्ति महोदय, अस्मि महोदय. नमस्कार. विद्याभगिनी इति अहम् ऊहां कृतवान्. आम्, अहम् उक्तवती पूर्वं प्रायः. अस्तु, न श्रुतवान्. अस्तु, समीचीनं. तर्हि अत्र त्रयः प्रकारकाः प्रमुखतया इति के, राजीभगिनी वदति वा? अजोङ् इति यदि एकं सूत्रमिति त्रिविधाः धातवः अत्र ज्ञातव्याः. अजन्तधातवः, हलन्तधातवः. हलन्तधातवः मध्ये इकवर्णः अस्ति, उपधायाः इकवर्णः अस्ति चेत् इति एकमस्ति. अन्यत्? अन्यत् उपधाया अत् वर्णः अस्ति अस्ति तर्हि वृद्धिः भवति, अतः उपधायाः इति सूत्रेण. अन्यः समीचीनमस्ति. हरि ओम्. त्रिविधाः दातवः सन्ति, त्रिविधाः दातवः सन्ति इति अस्माभिः अवगन्तव्यमस्ति. तत्र अजन्तदातवः, हलन्तदातवः. हलन्तधातुषु तत्र धातुः लघुपददातुः अस्ति, अथवा उपधायाम् अत् अस्ति इति. त्रिविधाः धातवः इति मनसि भवेत्. अनन्तरं यथा भगिनी वक्तुमिच्छति स्म, अत्र अस्माकं तदनुसृत्य त्रीणि सूत्राणि अपि भवन्ति. तानि च कानि, लक्ष्मीभगिनी वदतु? प्रथममस्ति अचोयुमिति, अत्र उपधायां न महोदय, अत्र अजन्तधातुः अस्ति चेत् तत्र अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति णिति प्रत्यये परे. अत्र उदाहरणत्वेन णि धातुः स्वीकृतमस्ति, स्वीकृतः अस्ति. णि धातुः णिति परे नञ् रूपमागच्छति, अनन्तरं नञ् इति आतिदेशिकधातुः आगच्छति. रूपं महोदय, तिङन्तरूपं नायति. तर्हि नि इत्यस्मात् वृद्धिः भवति, अनन्तरम् आयादेशः यचो युवायावः इति सूत्रेण. एतत् सर्वं वयं परिशीलितवन्तः, नायति. तर्हि नीति धातुं दृष्ट्वा अथवा यः कोऽपि अजन्तदातु दृष्ट्वा कीदृशकार्यं भवति इति ज्ञातव्यमस्ति. तावत् पर्यन्तमस्ति. नाम धातुः कः इति ज्ञातव्यमस्ति. धातुः कः? धातुः अजन्तः अस्ति चेत् अचयुनिति. हा अस्तु, ततः अग्रे राजेन्द्रमहोदय. आं महोदय, सूत्रम् अस्ति अत् उपधायाः उपधायाः अत् उपधायाः धातु धातु हलन्तः अस्ति तत् तदनन्तरं द्रष्टव्यः तत्र उपधायः कः वर्णः अस्ति. ह्रस्व आकारः अस्ति अत् अस्ति तत् वृद्धिः भवति इति निति प्रत्ययपरे प्रत्ययपरे उदाहरणतया यत् पट् पट् योग निच् तत्र उपधायः ह्रस्व आकारः अस्ति तत्र अकारस्य आकारः भवति. पाठ् योग निच् प्रत्ययपर निच् प्रत्ययः तु चकारः चकारः णकारः इति भवन्ति तत् लोपः भवति. इकारः एव अवशिष्यते. तत् पाठ् योग इ पाठि नूतन आतिदेशिक धातु निष्पन्नं भवति. तदनन्तरं तत्र अन्यत् कार्यं भवन्ति. हा शप् तिपादयः इति कृत्वा पाठयति. बहु समीचीनमस्ति. अपि च एतावता सर्वे इति संज्ञकप्रकरणं ज्ञातवन्तः इति मन्ये. ह्यः ह्यस्तनवर्गे एतत् सर्वं जातमासीत्. अतः न किमपि कारणम् इतः अग्रे गत्वा इति संज्ञकप्रकरणस्य अज्ञानस्य ये न गतवन्तः ते शृणुयुः वर्गं. करपत्रमस्ति, सर्वमस्ति, अवश्यं ज्ञातव्यमस्ति. इतः अग्रे रहस्यं नास्ति खलु. हा तर्हि अचोयनिति अपि च अत उपधायाः द्वयोः स्थलयोः वृद्धिकार्यमस्ति खलु. इति कृत्वा तत्र सूत्रसङ्ख्यामपि पश्यन्तु. सप्तमाध्यायस्य द्वितीयपादे एकं सूत्रं पञ्चदशाधिकशतम् अस्ति. अनन्तरमस्ति षोडशाधिकशतमस्ति. हा खलु. अतः अग्रिमसूत्रमस्ति अचोयनिति अत उभधायाः. तत्र उभयत्र अस्ति मृजेर्वृद्धिः इति सूत्रात् वृद्धिः इत्यस्य अनुवृत्तिः अस्ति. हा अपि च यणिति यणिति इति स्वीक्रियते अत उभधायाः तत्र अचोयनिति इति सूत्रात्. अतः युगलम् इति चिन्तयतु. तत्र अजन्तदातुः अस्ति चेत् अचोयनिति अपि च अत उपधायाः यथा रामः आपणं गच्छति, श्यामः अपि इति तादृशमस्ति. एतादृशं निर्माणं तत्र स्पष्टतया दृश्यते खलु. मृजेर्वृद्धिः इत्यस्मात् आरभ्य. अस्तु, समीचीनमस्ति. अनन्तरम् अन्तिमं जगन्नाथमहोदय वदति वा. पुगन्तलघूपधस्य च अत्र यदि उपधा लघु वर्णस्य अस्ति चेत् अस्ति चेत् यथा लिख् धातु तेषां गुण भवति. तर्हि लिख् योगणिच् इति लेखि इति धातु. हा समीचीनं. किन्तु लघु किञ्चित् इतोपि वक्तव्यम् आसीत् खलु. लघु कीदृशवर्णः? लघु स्वराः यः कोऽपि यथा उपरि तत्र पठ धातुः अस्ति. पठ धातुः अस्ति चेत् उपधायां तत्र ह्रस्व अकार त्यक्त्वा अन्ये स्वराः सन्ति चेत् न. सूत्रं किं वदति भोः? पठतु एकवारं. पुगन्त लघूपधस्य च इति सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघु उपधस्य च इकः गुणः भवति. इकार यदि यत्र अस्ति इत्युक्ते किम् एक इत्युक्ते इकारः इ ऊर् लृ इति हा इति प्रत्याहारः बहु सम्यक् अस्ति हा लघु एकवर्णः भवेत् तर्हि एतावता अस्माभिः ज्ञातं खलु तत्र उदाहरणत्रयं दृष्ट्वा नि पट् लिक् तत्र अजन्तदातुः अस्ति चेत् अचयुनिति हलन्तदातुः अस्ति उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः तत्र लघु एकवर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति अस्माभिः दृष्टमस्ति अस्तु बहु सम्यक् अस्ति इदानीं अपि च तदाधारेण गते सप्ताहे उदाहरणानि दृष्टानि आसन् अग्रे करपत्रे सन्ति उदाहरणानि नाम तत्र केवलं लिक् इति धातुः न तत्र लिक् इति धातुः इति इव छिद् बुध मुध् तत्तु समीकरणमस्ति तत्र मुध् अपि च कृष् वृष् उपधायां लघु एकवर्णः अस्ति चेत् खलु हा अस्तु समीचीनमस्ति नाम केवलम् उदाहरणमस्ति सूत्राणां ज्ञानेन किम् अस्ति यत् सर्वेषां धातूनां ज्ञानं भवति अस्माकं सूत्रं ज्ञातुं चेत् नो चेत् ओ अस्माकं जीवने कीदृश अनुभवः किं श्रुतम् इति यस्य आधारेण तत्र पर्याप्तं नास्ति खलु सूत्रं जानाति चेत् नियमं जानाति चेत् यः कोऽपि नूतनधातुः भवतु नाम तदनुसृत्य वयं ज्ञातुं शक्नुमः तस्य रूपं किं हा अस्तु समीचीनमस्ति अपि च तत्र उपधायाम् अत् वर्णः अस्ति चेत् यथा पट् तथैव वद् पत् नट् इति वृद्धिः भवति हा अपि च अजन्तदातु तत्र न केवलं नि अपि च भू लू पू दृ इति तत्र अजन्तदातुः अस्ति चेत् तादृशकार्यमस्ति ऋकारान्तदातूनां ऋकारान्तानां धातूनाम् अपि तथा कार्यं किञ्चिदेव भिन्नम् अस्ति किन्तु रूपं तथा नाम वृद्धिः भवति उभयत्र वृद्धिः भवति कृकार भू भौ इति प्रथमतया कृतिस्य का अनन्तरं रेफः अनन्तरम् आगच्छति वृद्धिः तादृशं चिन्तयितुं शक्नुमः कृकार हृहार तृ तार् इति अस्ति तदनुसृत्य कारयति हारयति तारयति इति अतः त्रयाणां सूत्राणां ज्ञानेन महान् लाभः अस्तु इदानीम् आकारान्तदातवः तेषां कार्यं किञ्चित् भिन्नमस्ति धातोः अन्ते आकारः अस्ति चेत् आकारः अस्तु पश्येम किमस्ति बालसुब्रह्मण्यं वदतु तत्र अग्रे पठति वा आकारान्ताः पुगागमसहिताः न्यन्तदातवः अर्ति ह्रीं ली रि नो ईक्षा याथां पुन्नौ ऋ ह्री ब्लि रि नो ये ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे अर्थः कः अतः ऋ ह्लि ब्लि रि क्युनि ष्माय एतानि धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति निच्प्रत्यये परे एतानि धातुभ्यः पुक् आगमः भवति हा पुक् आगमः भवति अत्र पुक् इत्यस्मिन् पकारः अवशिष्यते इदानीं पकारः अवशिष्यते सरला भगिनी वदतु कथमस्ति पकार हल्यन्त इति सूत्रेण संज्ञा प्राप्नोति हल्यन्त इति सूत्रेण संज्ञा प्राप्नोति. उकार अनुस्वर उकार चन्द्रबिन्दु सहित अस्ति तस्य उपदेशे अनुनासिक इति सूत्रेण तस्य संज्ञा प्राप्नोति. तस्य लोप इति सूत्रेण उकार ककार तस्य लोप भवति, पकार एव शिष्यते अवशिष्यते. हा सुब्रह्मण्य महोदय, तत्र तत्र अन्ते हल् वर्णः अस्ति चेत् किं सूत्रमस्ति? हलन्त्यं महोदय. हलन्त्यं हा हलन्त्यं हलन्त्यं बहु समीचीनं हलन्त्यम्. अपि च तत्र स्वरः अस्ति चेत् तत्र किम् उक्तं? स्वर अस्ति तत्र उपदेशे अनुनासिक अनुनासिक च तत्र प्रमुखशब्दः अस्ति खलु अन्ते कश्चन उपदेशे अनुनासिक एत् अस्माकं तत्र कुञ्चिका अस्ति एत् खलु सर्वत्र अनुवर्तते. उपदेशे जुननासिका, उपदेशे अजनुनासिका इति न, तत्र सन्धिः अस्ति खलु? सन्धिः अस्ति आम्. हा वदतु सम्यक्तया. उपदेशे जनुनासिक इत्. हा अस्तु सम्यक् अस्ति. उपदेशे जनुनासिक इत् इति सूत्रमस्ति. अस्तु तर्हि पकारः अवशिष्यते, पकारः अवशिष्यते. अत्र केचन विशिष्टदातवः उक्ताः, इदानीम् अस्मिन् वर्गे मास्तु, तादृशं न अपेक्षितमस्ति. किन्तु आकारान्तदातवः अपि उक्ताः, तत्र परिगणिताः सन्ति येषां फुगा आगमः भवति, यद्यपि आकारान्तः न स्युः किन्तु आकारान्तदातवः अपि उक्ताः. हा अस्तु समीचीनमस्ति. पुष्पा भगिनी अग्रे. शृणोमि महोदय. अद्य शृणोति. अस्तु महोदय, मीना अस्मि. अस्तु भवती एव पठतु कृपया. एजन्तधातवः न तत्र सूत्रं पठितमस्ति अर्टि ह्री व्लि रि इत्यादि तत्र धातु अर्टि ह्री व्लि रि क्नु नु ईक् माय् यातां पुङ्गणौ अर्ति ह्री व्लि रि क्नु ईक् मायातां पुङ्नौ ऋ ह्रि व्लि रि ग्नुयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे. अस्य सूत्रस्य अन्ते तत्र आताम् अस्ति खलु अन्ते, परिगणितधातूनाम् उल्लेखः अनन्तरम् आतां, तत्र आकारान्तानाम् इति आत् खलु अन्ते आत् आताम्. अस्तु अग्रे किमस्ति? प्रेरणार्थकनिचि आकारान्ताः यथा धा धा इति, निच् इत्यस्मिन् इन् इच् इत्यनयोः इत् संज्ञा, पुक् इत्यस्मिन् उ इक् इत्यनयोः इत् संज्ञा लोपश्च. पुक् पूर्वमेव अवदत् पुक् इत्यस्य पकारः एव अवशिष्यते. आकारान्तदातवः धातोः अन्ते आकारः अस्ति चेत् पुक् आगमः, पुक् आगमकारणात् वृद्धिः भवति. पुक् आगमकारणात् इति वृद्धिः इति न, तत्र आगमः भवति तावदेव अस्ति. किमिति पुगन्तलघुपदस्य च इति अस्ति किल? न अत्र पुगन्तलघुपदस्य च इति किमपि नास्ति, अत्र किमपि नास्ति, तद् भिन्नं नितरां भिन्नम् अस्ति. इदानीं केवलम् आकारान्तानां विषये इति चिन्तयतु. पुगन्त तत्र पुग् आगमः अस्ति तत्र इति भिन्नविषयः अस्ति. अत्र आकारान्तानां का गतिः, यतोहि बहवः तादृशाः सन्ति प्रसिद्धाः, प्रथमम् उदाहरणं पठतु. दा योगः णिच् पुक् आगमः दा इत्यस्य अनन्तरं पुक् आगमः अस्ति. दा योगः पुक् योगः इ णिच् इत्यस्य इ एव अवशिष्यते. दा योगः इप् योगः इ दापि इति रूपं. स्थनाद्यन्तः दातवः इति सूत्रेण दापि योगः शप् योगः ति. विकरणप्रत्ययः शप् अस्ति अतः दापयति इति सिद्धम्. हा समीचीनमस्ति. प्रायः व्याकरणप्रथानुसृत्य अत्र यदा हलन्तध्वनेः उच्चारणं भवति यथा हल्वर्णः तत्र हल्वर्णः तत्र यथा माहेश्वराणि सूत्राणि सन्ति खलु तत्र उच्चारणस्य सौकर्यार्थं तत्र अकारः युज्यते. न तु जानामि प्रायः पता न जाने कर्णाटकप्रदेशे कुत्रचित् तत्र क्षेत्रीयभाषासु एतादृशम् इक् इति इप् एतत् सर्वम् उच्यते किन्तु अत्र नास्ति तथा. तत्र प इति अस्ति चेत् प न तु इप् प इति वक्तव्यमस्ति यतो तत्र महाश्वराणि तत्र सूत्राणि तत्र सर्वत्र अकारः अस्ति खलु. यमाङ्गणानाम् इय इम इङ इन् इति तथा न उच्चारयामः. अतः यतोहि भवत्याः एव न बहूनाम् आरम्भे तथा भवति जकारः इति इज् इब् इति किन्तु ज ब इति वदामः चेत् तत्र सौकर्यार्थम् अस्ति सौकर्यम् अस्ति. अपि च प्रथा तादृशी अस्ति प्रथा ज ब गड दश इति अस्तु समीचीनमस्ति. तर्हि दा योगः णिच् प्रथमतया तत्र इतोपि वृद्धिः अचोयनिति इति किमपि न भवितुमर्हति अत्र खलु आकारः अस्ति. तर्हि दा अणिच् अनेन सूत्रेण पुगागमः भवति. दा पुक् इ अनन्तरं दापि इति आतिदेशकधातुः अस्ति इति कृत्वा सनाद्यन्ताः धातवः तेन धातुसंज्ञा भवति. अनन्तरं यथा सर्वत्र इकारान्तधातुः एकवारं यदा भवति णिच् णिच् इत्यस्य संयोजनेन तत्र दापि दापीति भवति. तर्हि यथा यः अन्य उपरि लेखी अथवा नायि वर्षि इति यः कोऽपि धातुः अस्ति ततः अग्रे शप् गुणः अपि च एचोय् वायवः इति सर्वत्र कार्यं समानमस्ति. शप् इत्यस्य प्रभावेन एक स्थाने एकारः दापे तापे योगः अ इति एचोय् वायवः सर्वत्र तथा कार्यमस्ति. दापै दापय्य इति अङ्गं भवति ति इति प्रत्ययस्य अनन्तरं दापयति. अस्तु सम्यक् अस्ति. विद्याभगिनी अग्रिमम् उदाहरणं. धा योगः णिच् इति अस्ति. तर्हि अत्र धा इति आकारान्तधातुः पुक् आगमः भवति. अर्ति ह्री लि ह्री ग्नुयि श्मायातां पुङ्नौ इति सूत्रेण. तर्हि तद्धातोः अन्ते आयाति पुक्. पुक् इत्यस्मिन् केवलं पकारः एव अवशिष्यते. तर्हि धा योगः पकारः योगः णिच् इत्यस्मिन् ईकारः एव अवशिष्यते. तर्हि दा योगः प योगः इ धापि इति नूतनधातुः सनाध्यन्तदातवः. तदनन्तरं धापि योगः तिङ् प्रत्ययः मध्ये शप् कर्तरि शप् इति शप् आगच्छति. शप् इत्यस्मिन् केवलम् अकारः एव अवशिष्यते. तर्हि धापि योगः आयोगः ति तत्र धापि इत्यस्मिन् अन्ते ह्रस्व इकारः अस्ति. तत्र इकार इक्वर्णः इति कृत्वा तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण इक्वर्णस्य गुणः. तर्हि धापे दापे योगः अयोगः ति इदानीं तत्र धापे एकारः अस्ति अनन्तरम् अच्वर्णः. तर्हि एचोय वायावः इति सूत्रेण एकारस्य स्थाने ऐ आदेशः भवति. तर्हि दापय योगः ति दापयति. हा, बहु समीचीनमस्ति. अनेन सामान्यमस्ति, यः कोऽपि आकारान्तदातुः अस्ति तत्र सामान्यमस्ति यत् पुगागमः स्यात् इति सामान्यसूत्रमस्ति. इदानीम् अग्रे गत्वा पश्यामः किमस्ति इति. अत्र आकारान्तानां विषयः अस्ति, किन्तु केषाञ्चित् अपि आत्वं भवति. इदं सूत्रं पूर्वं दृष्टं वा? अपरेषु वर्गेषु तु दृष्टं, किन्तु अत्र प्रायः न दृष्टं स्यात्. सुब्रह्मण्यमहोदय कृपया. आं महोदय, इदानीम् एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति. एजन्तधातवः अन्ततो गत्वा आकारान्तधातवः भवन्ति इति सूत्रमस्ति. आदेश उपदेशे एजन्तधातवः महोदय, एजन्तधातवः इत्युक्ते ए ओ ऐ औ, येषां धातूनाम् अन्ते एच् वर्णाः सन्ति तेषां कृते एतत् सूत्रम् अत्र आकारान्ताः भवन्ति इति. हा, बहु समीचीनमस्ति इति विषयः. अस्तु अग्रे. आदेश उपदेशेषिति इति अस्ति सूत्रमत्र. उपदेशे एजन्तस्य धातोरात्वं न तु सिति. उपदेशे इत्युक्ते औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनां. णिच् षित् नास्ति, अतः णिच् प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम्. आकारान्ताः इति कारणतः अर्ति ह्रि व्लि रि क्नुयि क्ष्मायातां पुङ्नौ इत्यनेन पुगागमः भवति एव. अत्र इदानीं विषयः अस्ति एजन्तधातूनां कृते. अत्र एजन्तधातवः इत्युक्ते एकारान्तधातुः, ओकारान्तधातुः, ऐकारान्तधातुः, औकारान्तधातुः. यदि उपदेशावस्थायां धातुः एजन्तधातुः अस्ति तर्हि अत्र एचः स्थाने आत्वं भवति इति, इत्युक्ते दीर्घ आकारः भवति इति. एतत्तु कार्यं करोति यत्र धातोः अनन्तरं षित् नास्ति इति, इत्युक्ते षित् प्रत्ययः परः अस्ति चेत् एतस्य सूत्रस्य प्रसक्तिः न भवति. णिच् प्रत्ययः षित् नास्ति इत्युक्ते, षित् इत्युक्ते प्रत्ययस्य आदौ षकारः अस्ति, षकारः इत् भवति चेदेव. णिच् प्रत्यये षकारः नास्ति, अतः णिच् षित् न भवति, नास्ति एव. अतः एतस्य सूत्रस्य प्रसक्तिः यत्र धातोः अनन्तरं णिच् प्रत्ययः अस्ति तेषां कृते, अपि च धातोः अन्तिमवर्णः एच् वर्णः अस्ति चेत् एतस्य प्रसक्तिः, इत्युक्ते एच् प्रत्ययार्हस्य वर्णः अस्ति चेत्. अत्र दत्तमस्ति यत्र कुत्रापि णिच् प्रकरणे एजन्तधातवः भवन्ति तत्र ते सर्वे आकारान्ताः इव व्यवहरन्ति इति अवगम्यताम् इति दत्तमस्ति. इत्युक्ते यद्यपि धातोः अन्ते एच् वर्णः अस्ति, णिच् प्रत्ययः परः अस्ति चेत् ते सर्वे आकारान्ताः एव इति वयम् अवगन्तुं शक्नुमः. आकारान्ताः धातवः इति कृत्वा अत्र किं भवति इत्युक्ते, पूर्वं यद् सूत्रं वयं दृष्टवन्तः, अत्र आकारान्तानां कृते अत्र पुक् आगमः भवति इति वयं दृष्टवन्तः, तदपि अत्र कार्यं करोति. अत्र तर्हि उदाहरणानि, धन्यवादः महोदय, तत्र उदाहरणानि सन्ति, पद्मा भगिनी तत्र किञ्चित् उच्चारयतु. आं महोदय, यथा ग्लै ग्ला परिवर्तनं भवति ग्लै तथा किमर्थं तथा अत्र ये एजन्त वर्णं अस्ति धातोः ग्लै एजन्तवर्णः इति न एजन्तः इत्युक्ते धातोः विशेषः एजन्तधातुः आम् अन्तिमवर्णम् एजन्तधातु न अन्तिमवर्णः एच् प्रत्याहारे अस्ति अन्तिमवर्णं एच् प्रत्याहार अस्ति चेत् लिङ्गशब्दः खलु वर्णः वर्णः वर्णमिति न वर्णः वर्णः एजन्तवर्णः चेत् वर्णस्य आकारान्त परिवर्तनं भवति ग्ला अत्र ग्ला भवति ग्लै चेत् ग्ला भवति झै चेत् झ्या भवति शो चेत् शा भवति सो चेत् सा परिवर्तनं भवति वे वा परिवर्तनं भवति छो छा छा परिवर्तनम् अस्तु बहु सम्यक् अस्ति तत्र ध्यै ध्यै इति बहु प्रसिद्धधातुः अस्ति ध्यानं ध्यानम् इति ध्यै इति धातुः तदर्थं ध्या इति भवति ध्यानं हा अस्तु समीचीनमस्ति अग्रे किमिति पठति वा भगिनि अग्रे पठतु यथा ग्लै योगः णिच् तत्तु ग्लै ग्ला आगच्छति आगच्छति योगः इ ग्ला तत्तु पुक्काच आगमः अस्ति ग्ला योगः पुक् योगः इ तत्तु ग्ला योगः पुक् पुक् तु पकारः तिष्ठति निच् तु इकारः तिष्ठति तत्तु ग्लापि इति अङ्गं सनाद्यन्ता दातवः ग्लापि योगः विकरणप्रत्ययः शप् योगः अस्ति ग्लापयति अस्तु सम्यक् सम्यक् अस्ति अग्रे वदतु आर्थम् आगमनार्थं निच् परे इति निमित्तं नास्ति किल अत्र अत्र णिच् इति निमित्तं नास्ति अत्र अनैमित्तिकमस्ति वस्तुतः आदे च उपदेशयिष्यति इति अनैमित्तिकमस्ति धन्यवादः महोदय प्रश्न पुनर्वदतु नाम निच् नास्ति चेदपि भवति वा सत्यं भवति नाम नाम एजन्त् तत्र एजन्त् दातुः अस्ति चेत् अनेन सूत्रेण अग्रे षित् प्रत्ययः नास्ति चेत् भवति एव परिवर्तनं भवति एव षित् प्रत्ययः अस्ति चेत् नाम इत्संज्ञकः शकारः प्रत्यये अस्ति चेत् न भवति अतः वस्तुतः किमस्ति यत् अस्माभिः अग्रे गत्वा प्रकरणे द्रष्टव्यमस्ति यत् यत् एभ्यः कुत्रचित् अग्रे अपि कुत्रचित् अग्रे अपि तत्र षित् प्रत्ययः अस्ति चेत् तत् न कर्तव्यमस्ति. यद्यपि आरम्भे न स्यात् किन्तु अनन्तरं भवति चेदपि न भवति इति कृत्वा अग्रे चिन्तनीयमस्ति. किन्तु साक्षात् अनन्तरं भवेत् धातोः तस्य उपदेशकधातोः अनन्तरं साक्षात् कदाचित् अपि प्रकरणे प्रक्रियायां भवति चेत् न भवति आत्मम्. अस्तु, समीचीनमस्ति. अस्मिन् उदाहरणे अग्रे शप् अस्ति खलु, बालसुब्रह्मण्यं तत्र वदतु अत्र किमस्ति, शप् इति अस्ति इति कारणतः अत्र आत्मं न भवेत् खलु, न वा? अस्ति चेत् आत्मा न भवति. हा, शप् अस्ति, ग्लापियोगः शप् योगः इति ग्लापयति, तत्र शप् अस्ति खलु. तर्हि किं जातम् आत्मं, किमर्थम् पूर्वं पकारः आयाति किल, पूगागमः धातोः भागः अस्ति, आगमस्य आगमनेन तत्र बाधा नास्ति. साक्षात् नास्ति. हा, साक्षात् नास्ति, किमर्थं वदति भवान्? किमर्थं चेत् पकारः पुक् आगमः, पुक् आगम इदानीं मया उक्तं यत् आगमस्य आगमनेन न कापि बाधा. तदनन्तरं निच् पकेन इकारः निचिति बाधा, निचिति बाधा अस्ति, समीचीनं, निचिति बाधा. इदानीम् आतिथिकधातुः जातः खलु ग्लापि, सत्यम् इति कृत्वा न, इति कृत्वा एव न भवति, शप् किमपि बाधकं न करोति. हा, यथा यत्र यत्र ध्यै धातुः अस्ति, ध्यै धातुः अस्ति आतिदेशक प्रक्रियायां, क्षम्यताम्, औपदेशिकप्रक्रियायां तत्र न भविष्यति आत्मं, साक्षात् न दश कस्मिन् निमेषः अनन्तरं पश्यामि, भुवादिगणे अस्ति, अतः न भवति, अतः न भवति, तत्र अन्यत् कार्यमस्ति, तत्र केवलं सन्धिकार्यमस्ति, न तु अत्र झै योगः शप् अस्ति, अतः अत्र ऐकारस्य अत्र एचोय वायावः इत्यनेन एव अत्र झायति इति रूपं सिद्ध्यति. हा, बहु सम्यक् अस्ति. तत्र नास्ति, यतोहि षित् प्रत्ययः अनन्तरमस्ति. अस्तु, इति बालसुब्रह्मण्यं तत्र अग्रे पठतु. तथैव म्लै म्लापयति, धै ध्यापयति, शो शापयति, सो शापयति, वे वापयति, चो चापयति. तर्हि यथा उपरि अस्माभिः दृष्टम् आसीत् अत्रापि एजान्तदातुः अस्ति चेत् अग्रेषित् नास्ति, तर्हि आत्मं भवति, आत्मं भवति, अनन्तरं पुगन्त तत् पुग् आगमः भवति. समीचीनं महोदय, अत्र एकः केवलं सूचना एव, अत्र अत्र प्रसिद्धधातुः अस्ति गै इति, गानस्य कृते गापयति, गायति, गापयति, सत्यं, गै धातुः अस्ति. अस्तु, समीचीनमस्ति, अग्रे गच्छेम. तर्हि इति सामान्यमस्ति, पुगागमः इति सामान्यमस्ति, सामान्यमस्ति. अस्तु, तर्हि अग्रे पश्यामः किमस्ति इति. लक्ष्मी भगिनी महोदय अग्रे पठतु कृपया. युक् आगमः पुक् आगमः पुक् आगमः अपवादः युक् युकागमः पुगागमस्य अपवादः आदेश उपदेशे शिति इत्यनेन येषाम् एजन्तधातूनाम् आत्वं शो छो सो ह्वे व्ये वे पै अत्र आदेश उपदेशे शिति इति सूत्रेण एजन्तधातूनाम् आत्वम् इत्युक्ते एजन्तधातुः अन्ततो गत्वा आकारान्तः भवति अपि च विशेषतः तत्र उपरि उदाहरणानि दृष्टानि वदतु भगिनि एजन्तधातवः इत्युक्ते यथा सुब्रह्मण्यमहोदयः उक्तवान् एकारः ओकारः ऐकारः औकारः इत्युक्ते यत् प्रत्याहारे इति वर्णाः सन्ति धातोः अन्ते यच् प्रत्याहारस्थ वर्णः अस्ति चेत् सः एजन्तधातुः इति भवति अत्र उदाहरणत्वेन शो छो सो ह्वे व्ये वे पै इति धातवः दत्ताः इत्युक्ते अत्र एतेषाम् अपि एजन्तानाम् आत्वं भवति अपि च एकवारं यदा आत्वं भवति एतेषां फूक् आगमः न भवति आदेश उपदेशे शिति इत्यनेन आत्वम् इति तु भवति किन्तु ततः अग्रे एकं भिन्नं सूत्रमस्ति यस्मात् तत्र फूक् आगमः न भवति इति अस्ति अस्तु सरला भगिनी पठतु कृपया शाच छासा ह्वा या वेपां युक् शाश्च छाश्च साश्च वाश्च व्याश्च वेश्च पाश्च तेषाम् इतरेतर योगद्वन्द्व वेपाः तेषां शाश्चा सा वा व्या वेपां शाश्चा सा वा सकारः नास्ति खलु शाच्छा शाश्चाया चकारः अस्ति हा शाश्चा सा वा व्या वेपां षष्ठ्यन्तं युक् प्रथमान्तं द्विपदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः णौ इत्यस्य अनुवृत्तिः निचि परे येषां धातूनां युक् आगमः भवति पुगामस्य अपवादः एते परिगणिता धातव अस्ति शाश्च छाश्च साश्च ह्वाश्च व्याश्च वेश्च पाश्च एतेषां धातूनां यदि रिच् परे अस्ति तद् एषे धातूनां युक् आगमः भवति न तु पुक् आगमः भवति एतत् आदेशोपदेशिति इति सूत्रस्य अपवादं करोति न आदेश उपदेशिति इति अपवादः वा कस्य सूत्रस्य अपवादः ओ न अत्रिः व्लीरि न्यूयि शम्यतां पुगङ् पुङ्गणौ एतस्य अपवादः भवति हा समीचीनमस्ति तत् तस्य तत्र सूत्रसङ्ख्यां पश्यतु अग्रिमं सूत्रमस्ति सूत्रसङ्ख्यामस्ति सप्त अध्यायस्य तृतीयपादे सप्तत्रिशन् सूत्रं प्रथमं सूत्रम् अतिः व्लीरि न्यूयि क्षमाया यातां पुङ्गौ इत्य संख्या अस्ति सप्तम अध्यायस्य तृतीयपादस्य षष्ठ षट्त्रिंशत्तमं सूत्रम् अत्र सप्तत्रिंशत्तमं सूत्रं तत्र षट्त्रिंशत्तमं सूत्रमस्ति. अतः अत्र आतां प्रथमसूत्रस्य अन्ते आतां पुङ्नौ, आतां पुङ्नौ. तर्हि अत्र एतत् सूत्रम् अनुवर्तते अनुवर्तते इति णौ अनुवर्तते. आतां पुङ्नौ, किन्तु अत्र साक्षा सा ह्वा व्या वे पां युक् न तु पुक्. समीचीनम् अस्तु. राजी भगिनी उदाहरणं. शो शो शा ओकारः एजन्तदातवः अस्ति, अतः ओकारस्य प्रकारेण आकारः भवति. आदे च उपदेशे शिति इति सूत्रेण आकारः भवति. आकारस्य युक् युग् आगमः भवति. साक्षा साह्वा व्या वेपां युक् इति सूत्रेण युक् आगमः भवति. युक् यकारः उकारः उकारः ककारः इत् वर्णः भवति. यकारः ककारः इत् वर्णः भवति. उकारः एव अवशिष्यति. शायोगः न न कः वर्णः अवशिष्यते? अकारः. क्षम्यतां महोदय, अकारः एव. अकारः नाम कः आगमः? आगमः कः? युक् आगमः. तद् अकारः अस्ति वा? के के वर्णाः? उकारः एव अवशिष्यते. यकारः इत्वर्णः, ककारः इत्वर्णः, उकारः एव अवशिष्यते. यकारस्य इत्संज्ञा केन सूत्रेण? हलन्त्यम् इति सूत्रेण. हलन्त्यम् इत्युक्ते अन्ते. अन्ते अत्र यकारस्य संज्ञा न भवति भगिनि. पश्यतु कथमस्ति. शा युक् अणिच् अनन्तरं शापि इति नास्ति, अपि तु शायि. पुगागमः भवति स्म पकारः, किन्तु पकारः नास्ति, अपि तु यकारः. शायि अस्ति खलु? शापि नास्ति, शायि अस्ति. उकारः ककारः इत्वर्णः भवति वा? हा सत्यम्. उकारस्य ककारस्य अनुलोपानन्तरं यकारः एव अवशिष्यते. शायोगः यकारः. निच् प्रत्यये नकारस्य चकारस्य अनुलोपानन्तरं इकारः एव अवशिष्यते. शायोगः यकारः योगः इ शायि भवति. शायि आतिदेशिकधातुः भवति. यकारः शायियोगः ति, तत्र शप् आगम अत्र शप्रत्ययः यकारस्य शप्रत्यये शकारस्य पकारस्य लोपानन्तरम् अकारः एव अवशिष्यते. शायि यकारः गुणः इकारः गुणः भूत्वा शाययति. शायया योगः इति शाययति इति. यदि सर्वं वक्तुमिच्छति तर्हि वदतु. गुणः भवति, तत्र किं भवति? गुणः भवति. अकारस्य गुणः न न इकारस्य गुणः जयकारः भवति. शाये शाये शाययोगः आ एचो एचो यवायावः इति सूत्रेण ऐ आदेशः भवति शाययति इति निष्पन्नम्. हा तत्र शायय शाय योगः तिङ्प्रत्यय तिङ्प्रत्यययोजनेन शाययति इति पदं निष्पन्नं भवति. हा सम्यक् सम्यक् शायै अति शाययति इति अस्ति. सम्यक् बहु सम्यक् अस्ति. अस्तु एवमेव एवमेव इमानि उदाहरणानि सन्ति. तत्र अस्तु जगन्नाथमहोदय प्रदर्शति एकवारं. छो इति धातुना अत्र पूर्वसूत्रमस्ति शाश्च सा प्रथमं किमस्ति प्रथमं सर्वप्रथमं किं कर्तव्यमस्ति छो इति धातुना च आकारः भवति आदेशः भवति छा इति भवति. सूत्रं किम् आदेश उपदेशे स्थिति सत्यम् अनन्य छा भवति छा योगः भवति छा योगः अणिच् अणिच् प्रेरणार्थे प्रेरणार्थकविवक्षायां छायोगः अणिच् अनन्तरं तस्य छायि इति भवति छायोगः अणिच् अनन्तरं अणिच् प्रत्यये परे अणिच् प्रत्यये परे इकार एव तिष्ठति तस्य छायोगः इ तस्य गुण भवति. एकनिमेषः अत्र णिच् प्रत्यये परे एकं विशिष्टं कार्यं भवति. प्रथमतया आत्वं भवति उपदेशे आदे च उपदेशे सति इति सूत्रेण छो स्थाने च. अनन्तरं प्रेरणार्थविवक्षायां तत्र णिच् इति भवति तत्र छायुगः णिच् हा तत्र केन सूत्रेण णिचि प्रत्यये परे शा छा सा ह्वा व्यापि वां युक् इति सूत्रेण किमस्ति इति सूत्रेण छापरे युक् इति आगमं भवति तेन छायि इति नूतन आतिदेशिकधातु धातु भवति. छायि योगः अणिच् तर्हि छाययति इति भवति. छायि योगः अणिच् इति न अत्र न प्रदर्शनमस्ति किन्तु शप् भवति. छायि योगः शप् योगः ति तत्र गुणः एचो ए अवः इति सूत्रेण यान्तवान्तसन्धि भूत्वा छाययति इति अन्तिमपरिणामः. अस्तु स्पष्टमस्ति सर्वेषां कृते शो शाययति छो छाययति सो साययति ह्वे ह्वाययति व्ये व्याययति अत्र पुगागमः न कुत्रापि अस्ति. वे वाययति अत्र प्रसिद्धधातुः अस्ति पै पिबति तत्र धातुद्वयमस्ति अन्ततो गत्वा तत्र पै पाने अस्ति खलु पिबति इत्यस्य पाययति पाययति युगागमः अस्ति. महोदय एकः प्रश्नः अत्र धातुः पै अस्ति वा पा अस्ति वा महोदय पाने इत्यस्य विषये पै धातुः अस्ति पै औपदेशिकधातुः पै अस्ति वा महोदय सत्यं महोदय अत्र सो सो शो द्वे अपि भुवादिगणे एकं सूत्रमस्ति येन पिब् इति आदिदेशः अस्ति पिब् तत् सूत्रं अग्रे गत्वा द्रष्टुं शक्नोति तत् भुवादिगणे अस्ति आं महोदय परन्तु अत्र धातुपाठे अत्र पा इति एव दत्तमस्ति न तु पै अतः पृच्छा तत्र पा पै पाने अस्तु अनन्तरं पश्येम किमस्ति अत्र इति न स्मरामि पै पाने अस्ति पा इति भवति धातुद्वयं कथमस्ति इति द्रष्टव्यमस्ति अस्ति अतिदेशकधातु भवति न आतिदेशिकधातुः अस्ति पायि पायि इति आतिदेशिकधातुः अस्ति पै इति औपदेशिकधातुः अस्ति पै महोदय पा इति इदानीमपि औपदेशिकधातुः अस्ति अत्र केवलं णिच् इति प्रत्ययस्य संयोजनेन पायि इति आतिदेशिक धातुः अस्ति भगिनि अत्र सो शो शोत्सो द्वे अपि स्थायति स्थापयति द्वे अपि आगच्छति न पकारस्य द्वे स्थापयति स्थायति द्वे अपि कुत्र अस्ति हा शोसो शोसो अत्र तु अस्ति पकारस्य शाच्छा शो अस्ति अत्र शो अस्ति किन्तु सो अस्मिन् नास्ति स सो अपि अस्ति हा सायति द्वे अपि अस्ति न अत्र पुगागमः नास्ति यत्र युगागमः अस्ति तत्र पुगागमः नास्ति महोदय तत्र प्रायः तत्र उपरि यत्र शो इति अस्ति युकागमात् प्राक् तत्र शो शापयति इति दत्तमस्ति अतः एव भगिनी पृच्छति इति चिन्तयामि तत्र प्रायः शापयति शापयति न भवेत् तत्र कुत्र शापयति अस्ति युकागमः इति अस्ति किल तस्मात् प्राक् तथैव म्लै म्लापयति धै शो शापयति शो शापयति इति प्रदर्शितमस्ति अस्तु अनन्तरं पश्यामि अन्यः धातुः अस्ति चेत् सम्भवति कुत्रचित् तत्र इत्संज्ञकवर्णः अन्यः इति कृत्वा तत् द्रष्टव्यमस्ति किन्तु रूपद्वयं नास्ति अन्यः भवति चेत् अन्यः धातुः अस्ति अनन्तरं पश्यामि शो अस्ति चेत् अनन्तरं पश्यामि बहुभ्यः दिनेभ्यः अत्र अयं पाठः न दृष्टः मया शो हा समीचीनं महोदय मम चिन्तनमस्ति अत्र यथा शो सो तत्र अस्ति तत्तु आदेश उपदेशेषिति सूत्रप्रसङ्गे तत्र प्रदर्शनमस्ति तत् पुकाग्मः भवति तथा न अस्ति हा अनन्तरं पश्यामि कथमस्ति पूर्वं दन्त्यसकारः इदानीं तालव्यसकारः अस्तु अनन्तरं दृष्ट्वा वक्ष्यामि तत्र स्पष्टतया अत्र अनुमानस्य आवश्यकता नास्ति अग्रे इदानीं शेषधातवः इति द्रष्टव्यमस्ति शेषे के के धातवः सन्ति तत्र किमर्थं किं भवति इति अस्तु विद्याभगिनी प्रदर्शयतु कृपया शेषधातवः कार्यं नास्ति यतोहि उपादायाम् अत् अपि नास्ति लघु इक् अपि नास्ति एते अवशिष्ट हलन्तदातवः यत्र उपादायाम् इक् वर्णः अपि नास्ति उपादायां ह्रस्वकारः अपि नास्ति अत्र उदाहरणार्थं बुक् इति बुक् योगः निच् तत्र निच् इत्यस्मिन् केवलम् इकारः अवशिष्यते तर्हि अत्र किमपि विशेषकार्यं नास्ति अन्ते बुक् हलन्तदातुः अन्ते इकारः अपि नास्ति इक् वर्णः अपि नास्ति उपादायां ह्रस्वकारः अपि नास्ति तर्हि तत्र केवलं वर्णमेलनं बुक्कि इति अनन्तरं शप् तिङ् प्रत्ययः आयाति तत्र बुक्कयति एद् इति अस्ति एद् योगः निच् अत्रापि किमपि विशेष अङ्गकार्यं नास्ति एद् योगः इ एदि एदयति इति सामान्यधातूनां ण्यन्तव्यवस्था हा बहु समीचीनमस्ति एतत् सर्वं जानाति चेत् महान् लाभः तत्र कानि सूत्राणि सन्ति त्रीणि अनन्तरं सूत्रद्वयम् अनेन सामान्यचिन्तनं सिद्धं. पुनः इदानीं पि डि एफ़् इति पश्येम. इदानीं पि डि एफ़् अस्ति, तत्र पुनः पश्येम. इदानीं सूत्रं दृष्ट्वा रूपं वक्तव्यमस्ति. धातुः कः, सूत्रं दृष्ट्वा तत्र प्रथमतया इदानीं त्रयोदशतमे पुटे अस्ति हसति हासयति इति उदाहरणमस्ति. हसति हासयति, लक्ष्मी भगिनी वदतु अत्र किमस्ति. अत्र हस् धातुः अत्र हासयति इति निजन्तरूपम् आगच्छति. हस् धातुः हलन्तधातुः, उपधायां ह्रस्वाकारः अस्ति, अतः हलन्तधातुषु उपधायां ह्रस्वकारः अस्ति चेत् अत उपधायाः इत्यनेन वृद्धिः भवति. ह्रस्वकारस्य वृद्धि संज्ञकवर्णः आकारः, अतः हासयति इति रूपम् आगच्छति. हा इति अस्ति, सम्यक् अस्ति. राजेन्द्र महोदय तत्र अग्रिमं दहति दहति दहति अत्र अत्रापि दह धातुः अस्ति, उपधायां हलन्तधातुः अस्ति, उपधायां ह्रस्व आकारः अस्ति, तत् कारणात् अत्र तत् क्षम्यतां महोदय, उपधायां ह्रस्वाकारः अस्ति, तत्र तत्र वृद्धिः भूत्वा दाह भवति, निष्पन्नम् अस्ति, दाहयति. अनन्तरं तत्र निष्प्रत्यय यथा आगच्छति अग्रे, तत्र ह्रस्वकारस्य वृद्धिः भूत्वा तत् दाह योग निच् इकारः एव तत् वा. न न महोदय, ह्रस्वाकारस्य वृद्धिः किं दह योग निच् तत्र ह्रस्वकारः अस्ति, हकारान्धात्वः अस्ति, हलन्धात्वः अस्ति, ह्रस्वकारस्य वृद्धिः भवति, दाह योग इ भवति, तत्र अवशिष्यते निच् प्रत्ययतः, तत् दाहि अनन्तरं ति तिङ् प्रत्ययः आगच्छति, तत् कर्तरि शप् अर्थ शप् तत् शप् प्रत्यय मध्ये आगच्छति, शकारपकार लोपः भूत्वा तत् अकारः अवशिष्यते, दाहि योग अयोगति तत् अत्र दाहे भवति, दाहे योग अयोगति तत् ऐ एच् ओ यावः आय क्षम्यतां, तत्पूर्वं तत् सार्वधातुक आरुधातुक्योः सूत्रेण तत्र गुणं भवति, गुणं भवति तत्र दाहे योग अयोगति तत्र एच् ओ यव यावः तत्र तत् दाहै ऐ आक् आदेशः भवति, दाहै योग अयोगति अनन्तरं तत्र वर्णमेलं भूत्वा तत्र दाहयति यति भवति. बहु समीचीनमस्ति. अत्र कस्यचिदपि भ्रमः न स्यात् खलु यत् अत्र युगागमः जातः, यकारः दाहयति, अत्र युगागमः नास्ति, अयादेशः अस्ति, सन्धिः. अस्तु, सम्यक् अस्ति, सम्यक्. अग्रे गच्छेम. बालसुब्रह्मण्यं तत्र अग्रे चलति. पि डि एफ् सङ्ख्या कः महोदय? इतोपि एकं प्रथमं महोदय. आम् प्राप्तं प्राप्तम्. अटति इति चलति चलति. इतः अग्रे केवलं त्रिषु सूत्रेषु किम् अपेक्षितमस्ति इति वक्तव्यं. चलति चलति किञ्चित् समयं ओ अस्तु जगन्नाथमहोदय वदतु. चलति एतत् चल् धातु हलङ्क्यम् अस्ति तस्य अत उपधा स्तोत्रेण अत उपधायाः इति सूत्रेण उपधा चकारस्य दीर्घः भवति चाल चालयति इति अन्तिमवर्णः. हा समीचीनमस्ति. इतः अग्रे तदेव वक्तव्यमस्ति चल् उपधायाः अत उपधायाः इति सूत्रेण तत्र वृद्धिः भवति चाल् अणेच् चालयति आदिदेशकधातुः चालयति इति रूपमस्ति. सम्यक् अग्रे गच्छेम. राज्यभगिनी वदतु. अटति अट् हलन्तधातु धातुः अत उपधायः इति सूत्रेण वृद्धिः भवति आट् आट् भवति निच्छप्रत्यय प्रत्ययस्य योजनेन आटि इति आटिदेशधातुः आटि योगः शप् योगः इति आटयति इति आगच्छति. आटयति बहु समीचीनमस्ति. अस्तु अग्रे सुब्रह्मण्यं तत्र अग्रे. आं महोदय. नश्यति इति अस्ति धातुः अस्ति नश् उपधावर्णः अकारः हलन्तधातुः अतः अत उपधायाः इत्यनेन अत्र निच् प्रत्यय प्रत्ययपरे अत्र उपधा अकारस्य दीर्घ वृद्धिः भवति अतः नाश् भवति नाशयति इति अन्ततो गत्वा. हा बहु समीचीनमस्ति. अस्तु अग्रे पद्माभगिनी अग्रे. हा महोदय. अत्र खनति अस्ति धातु अस्ति खन् हलन्त हलन्तधातु अस्ति उपधा अकारः अस्ति अकारः वृद्धिः भवति अत उपधायाः सूत्रेण इत्यनेन खानयति भवति. हा सत्यमस्ति बहु समीचीनमस्ति. खानयति आदिदेशकधातुः खानयति. अस्तु अग्रे सरला भगिनी अग्रे. भ्रमति धातु अति भ्रम् हलन्तधातुः अस्ति तस्य उपधायां रेफ् अकारः अस्ति अतोपधायां भ्रामयति भवति किन्तु भवान् पूर्वम् उक्तवता एतत् साधु नास्ति. अहं चिन्तयामि रेफस्य कारणे अत्र अतिशेष भवति कोऽपि कार्यं न भवति भ्रमयति इति आगच्छति. अत्र रेफस्य कारणे इति न अत्र केचन दातवः अमन्ताः अम् भ्रम् इति अम् अस्ति खलु अमन्ताः येषां धातूनाम् अन्ते अम् इति अस्ति अमन्ताः धातवः घटादिगणे अन्तर्भूतः इति घटादयः इति घटादयः इति कश्चन धातुगणः अस्ति तत्र घटादिगणे अन्तर्भूताः अमन्तधातवः येषाम् अन्ते अम् अस्ति ते अमन्ताः इति तत्र तत्र किं भवति यत् अत उपधायाः तीनेन वृद्धिः भवति. अनन्तरम् एकं सूत्रमस्ति मितां ह्रस्वः अत्र न प्रदर्शितमस्ति अन्यत्र तत्र अस्माकं जालस्थाने अस्ति मितां ह्रस्वः यतो हि अत्र परिचयः अस्ति परिचयत्वेन इति सर्वं न उपस्थापितमस्ति किन्तु अत्र मितां ह्रस्वः इति सूत्रेण तत्र भ्रमि इति आदिदेशकधातुः न तु भ्रामि अत उपधायाः इति भवति अनन्तरं पुनः ह्रस्वः भवति मितां ह्रस्वः इति सूत्रेण. अस्तु सम्यक् अस्ति. अग्रे गच्छेम तर्हि. पुष्पभगिनी अग्रे वदति वा. स्मरति स्मरति तत्तु स्मर् हलन्तदातवः. स्मारयति तत्तु धातुः कीदृशः हलन्तः मृ स्मृ अस्ति न अजन्तदातवः अजन्तदातवः तु अत्र अजन्तदातुः अस्ति. धातुः ज्ञातव्यः अस्ति. ज्ञातुः न धातुः न ज्ञातः चेत् तत्र अस्माकं रूपं न सिद्ध्यति. क्षम्यतां क्षम्यतां. स्मृ अस्ति तत्तु पुगन्त लघुपदस्य इत्यनेन एवं ऋकारः इक्वर्णः स च इक्वर्णः उपधायाम् अस्ति वा उपधायां नास्ति अजन्तदातवः तत्तु ऐ विस्मरामि महोदय विस्मरामि किम् अस्तु विद्याभगिनी सहायं करोतु कृपया. हा स्मृ योगः निच् इति अस्ति. स्मृ इति अजन्तदातुः तत्र अचोयनिति इत्यनेन वृद्धिः. तर्हि तत्र ऋकारस्य स्थाने आर् इति भवति. स्मार् स्मार् योगः इ स्मारि अनन्तरं तत्र स्मारयति इति रूपम् इति अस्ति. अस्तु समीचीनमस्ति. मीना भगिनी अग्रे वदति वद् धातुः हलन्तः उपदा स्वरः अकारः ह्रस्व अकारः अत उपदायाः इति कार्यं करोति. अकारस्य वृद्धिः वाद् निच् योगः वादि इति आतिदेशिकधातुः वादियोगः शप् योगः इति वादयति इति सिद्धरूपम्. हा सत्यं समीचीनमस्ति. अग्रे राजेन्द्रमहोदय. आं महोदय नयति धातुः अस्ति नि तत् तु अजन्तदातुः अस्ति तत् तत्कारणात् तत् अचोनीयति सूत्रेण तत् नायि नूतन अतिदेशिकधातुः निष्पन्नं भवति तद् अन्ततो भूत्वा नायति भवति. वृद्धिः कृत्वा नयि नायि इति नयि इति नायि इति अतिदेशिकधातुः बहु समीचीनमस्ति. अग्रे लक्ष्मी भगिनी अग्रे भवति पदमस्ति. अत्र धातुः अस्ति भूधातुः. भूधातुः अजन्तधातुः अतः अचोयनिति इति सूत्रेण वृद्धिः भवति. अतः भू उकारस्य वृद्धिः भूत्वा भौ इति रूपम् आगच्छति. भावयोगः नित्यप्रत्ययस्य योजनेन भावि इति आतिदेशिकधातुः आगच्छति. अनन्तरं भावयति इति निजन्तरूपम् आगच्छति. हा बहु सम्यक् अस्ति भगिनि. इदानीं भौ योगः एवमेव पृच्छामि. भौ योगः अणेच् भौ योगः इ तत्र भावि इति कथं भवति जानाति? भौ योगः इ अत्र यान्तवान्तादेशसन्धिः भवति. एचोयवायावः इति सूत्रेण औकारस्य स्थाने आव् इति आगच्छति. अतः भावयोगः इकारः भावयोगः इकारः वर्णमेलनेन भावि इति आतिदेशिकधातुः. समीचीनमस्ति. बहु सम्यक् अस्ति. अग्रे बालसुब्रह्मण्यमहोदय वक्तुमिच्छति वा? पृष्ठं प्राप्तं. त्यजति हलन्तधातुः अत उपधात्वं तस्मात् वृद्धिः भवति. त्याज् इति तस्मात् त्याजयति इति रूपं सूत्रं किं अथ उपादायः इति सूत्रं हा बहु सम्यक् अस्ति महोदय अग्रे गच्छेम जगन्नाथमहोदय अग्रे शेते तस्य धातु पूर्वमेव अस्माभिः दृष्टं किन्तु धातु शा इति धातु वा शाययति इति अन्तिमरूपं किन्तु शुभमन्यु तत्र किञ्चित् सहायं करोतु धातुः अस्ति शी दीर्घ ईकारान्तधातुः महोदय शी अस्तु तर्हि शै इति भूत्वा शाय शायि इति आतिदेशिकधातुः शाययति इति अन्तिमरूपं सूत्रं किं सम्यक् सम्यक् अचोयति इति सूत्रेण अचोयनिति अचोयन्ति इति सूत्रमस्ति राजीभगिनी अग्रे खादति खाद् धातुः आख खाद् उपध आकारः अस्ति पुगन्धलघु पुनर्पुसन्धकार्यं न करोति त्रीणि सूत्राणि अपि कार्यं न करोति किमर्थम् इत्युक्ते अचोज्ञिति कार्यं न करोति उपधा अथ उपधायाः अत्वर्णः नास्ति आद्वर्णः अस्ति खा आद् खादयति इति रूपम् इति अहं जानामि परन्तु खाद् दीर्घः आकारः अस्ति पुगन्धलघुपस्य इक् वर्णः आवश्यकम् कथं का धातुः कः धातुः खाद् किल खाद् अस्ति अखाद् उपधावर्णः आकारः अस्ति सत्यं भवती सत्यम् उक्तवती सर्वम् अत्र किमपि कार्यं नास्ति कार्यं नास्ति खाद निश्चिप्रत्ययेन खादयि खादयति इति आगच्छति अणिच् प्रत्ययस्य संयोजनेन खादि खादयति अस्तु बहु समीचीनमस्ति अग्रे सुब्रह्मण्यमहोदय अग्रे महोदय धावति इति अस्ति धातुः अस्ति धाव् यथा भगिनी उक्तवती तावदेव अत्रापि धावि इति निजन्तधातुः धावयति अत्र कोऽपि कार्यं न भवति सत्यं कार्यं नास्ति धाव् सामान्यरूपेण वदामः धाव् तत्र वस्तुतः धाव् इति धात्वादेशः अस्ति अन्यत् अत्र महत्त्वं नास्ति अग्रे गच्छेम पद्माभगिनि अग्रे विकसति अत्र विकस् धातु अत्र वि उपसर्गपूर्वकः कस् धातुः कस् धातु हलन्तधातुः अस्ति उपधा अकारः अस्ति इत्यनेन अत सूत्रं किमासीत् अत उपधायाः अस्तु समीचीनम् वृद्धिः भवति इत्यनेन विकासयति निष्पन्नं भवति सत्यम् आतिदेशिकधातुः विकासि इति धातुः अस्ति सरलभगिनी अग्रे संहरति उपसर्गसं योगं ह्रे धातु ह्रे अस्ति अजन्तधातुः अस्ति अचोञति इति सूत्रेण वृद्धिः भवति संहार आतिदेशधातुः भवति निच्योजनेन निष्पन्नं भवति संहारयति बहु समीचीनमस्ति अग्रे पुष्पभगिनी वदति वा अग्रे महोदय अत्र करोति करोति तत्तु कृ धातुः तथैव कारि इति आयाति धातुः उपदेशकधातुः कारि कारयति हा सम्यक् सम्यक् अस्ति अस्तु अग्रे विद्यापयनी अग्रे अत्र जागृ इति धातुः अत्र सामान्यतया अचोयन् इति कार्यं करोति परन्तु अत्र तस्य कार्यं न भवति अत्र गुणः एव भवति तर्हि जागर् जागरी इति नूतनधातुः अनन्तरं जागरयति इति रूपं हा सूत्रं वदति वा जाग्रो विच्छिन्नल् नित्सु सत्यम् इति अन्यत् सूत्रमस्ति अत्र अपवादः अस्ति यद् भवति स्म किं भवति स्म जागारि इति भवति जागारि जागारे जागारयति इति भवति परन्तु इत्र जागरयति विशिष्टसूत्रम् अस्ति अत्र विशेषः अस्ति अत्र केवलं रूपं ज्ञातव्यमस्ति अस्मिन् वर्गे तत् सूत्रस्य आवश्यकता नास्ति जागरयति न तु जागारयति जागरयति इति अस्ति गुणः भवति न तु करपत्रे सूत्रं नास्ति न नास्ति नास्ति अत्र केवलम् एकस्य धातोः कृते न स्थापितमस्ति जालस्थाने अस्ति यः कोऽपि यत्किमपि सूत्रं ज्ञातुमिच्छति अस्मिन् जालस्थाने तत्र उपरि सर्वोपरि एक तद् स्थानमस्ति सर्च् दिस् सैट् तत्र तत्र सूत्रस्य प्रथमशब्दं स्थापयति चेत् व्याख्यानम् इत्यादिकं प्राप्स्यते अस्तु अग्रे बिभेति मीना भगिनी वदति वा इति धातुः सम्यक् भायति इति सिद्धरूपम् अचोनिति इति कार्यं करोति हा अचोनिति इति कृत्वा किं भवति भि इति भे भवति भे योगः इ अचोनिति इति किं भवति वृद्धि भवति ईकारस्य वृद्धि भवति किम् ऐ भवति बै अनन्तरम् इकारस्य संयोगः सन्धि भवति भाययति भायि इति धातुः भाययति सम्यक् बहु समीचीनमस्ति अस्तु अस्तु राजेन्द्रमहोदय अग्रे आम् आं महोदय विस्तृणोति तत्र वि तु उपसर्गः अस्ति स्तृ धातुः अस्ति ऋकारान्त धातुः अस्ति तत्र स्तृ स्तृ वि उपसर्गपूर्वकः हा सम्यक् वि उपसर्गपूर्वकः तत् स्तार तत् भवति स्तृ वृद्धिः भूत्वा तत् अचोनिति सूत्रेण क्षम्यताम् स्तृ अचोनिति सूत्रेण वृद्धिः भूत्वा स्तार भवति विस्तारयति तत्र निष्पन्नं भवति हा बहु सम्यक् बहु सम्यक् अग्रे लक्ष्मी भगिनी अग्रे धरति इति पदमस्ति मृ अस्ति चेत् मृतं विस्मृत् मृ अस्ति चेत् विस्मारयति हा सत्यम् अस्तु भगिनि धरति इति पदमस्ति ध्रु इति धातुः अजन्तधातुः अचोयिणिति इति सूत्रेण निष्प्रचयं योजमश्चेत् धार् अर् आर् इति आदेशः भवति अतः धार् इति रूपम् आगच्छति अनन्तरं निच् प्रत्यये अत्र इकारः एव अवशिष्यते अतः धारयोगः इ धारि इति आतिदेशिकधातुः आगच्छति अनन्तरं शप् इत्यकरणप्रत्ययम् अनन्तरं किं प्रत्ययं योजयामश्चेत् तत्र धारयति इति निजन्तरूपम् आगच्छति बहु सम्यक् किं नैपुण्यम्. अस्तु अग्रे मालसुब्रह्मण्यं वद अग्रे. गृह्णाति ग्रह् इति धातु. धातुः कः? ग्रह्. हा ग्रह् ग्रह् इति हलन्त्यधातु उपधाकारः तस्मात् अथोपदायाः इति सूत्रेण वृद्धित्वं भवति ग्राह् तस्मात् रूपं ग्राहयति. सत्यं बहु समीचीनमस्ति. ग्राहि इति धातुः अत्र धातुः सर्वेषाम् अवधानम् अत्र अत्र धातुः गृह इति नास्ति, धातुः ग्रह् अस्ति. ग्रह् धातुः अस्ति. बहु सम्यक् अस्ति. अस्तु किं समयः जातः. एकं कुर्मः अत्र. अस्तु विद्याभगिनी अग्रिमं दातु अग्रिमं करोतु. कर्षति विद्याभगिनी अस्ति. आम् आं महोदय. कृष् इति धातुः कृष् तत्र उपधायाम् इक्वर्णः तर्हि गुणः पुगन्तलघुपदस्य चैतन्येन गुणः कर्षि इति धातुः कर्षि कर्षे कर्षयति. हा बहु समीचीनमस्ति. सुब्रह्मण्यं महोदय अग्रे वर्धते. वर्धते अत्र धातुः अस्ति वृद्ध निच्प्रत्ययः परः अतः अत्र उपधायाम् इक्वर्णः तस्य गुणः भवति पुगन्तलघुपधस्य च इत्यनेन अतः वर्ध् वर्धि वर्धयति. हा समीचीनमस्ति. जगन्नाथमहोदय अग्रे वर्षति. वर्षति वर् वर्ष् इति धातु धातुः धातुः ज्ञातव्यः अस्ति. वर्षति धातुः नास्ति. राजेन्द्रमहोदय वदतु धातुं. वृष् धातुः अस्ति महोदय. जगन्नाथमहोदय वदतु. अस्तु अस्तु तर्हि वृष् इति धातु चेत् हलन्त्यं तस्य वृद्धि पुगन्त धातु भवति चेत् अत्र गुण भवति वर्ष इति वर्षि च्युतं किम् लिखितं मया पुगन्तलघुपधस्य च. अस्तु समीचीनमस्ति. लघुपधस्य च वर्षयति. अस्तु राजीवानी अग्रे. पृषति पृष् धातुः उपधा ऋकारः अस्ति अतः पुगन्तलघुपदस्य च इति सूत्रेण स्पार्श् भवति. स्पार्श् योगगणे स्पार्शि स्पार्शयति. हा इति अस्ति. सम्यक् सम्यक् अग्रे सरला भगिनी अग्रे. सृजति स्पर्शयति स्पर्शयति महोदय. स्पर्शयति स्विज् धातुः अस्ति. स्पर्शयति इति उक्तवती वा? हा स्पर्श महोदय क्षम्यतां. मम चिन्तनमस्ति यत् ओ राजी भगिनी अस्ति चेत् अवश्यं सत्यं वदति इति कृत्वा अहं न श्रुतवान्. स्पर्शयति अग्रे. सृजति धातु भवति स्विज् उपधायां ऋकारः अस्ति पुगन्तलघु उपधस्य च इति सूत्रेण सृजि सर्जि इति भवति सर्जयति इति निष्पन्नं भवति. हा सर्जयति. अस्तु हा इति इदानीं समयः जातः किन्तु बहु सम्यक् अस्ति. सर्वेषां नैपुण्यं जायमानम् अस्ति. सूत्राणाम् आधारेण अत्र ज्ञानं वर्धते खलु. बहु समीचीनमस्ति. धातुः ज्ञायते चेत् रूपं किमिति सुलभं. बहु समीचीनमस्ति. तर्हि इतः अग्रेसरेम अग्रिमे सप्ताहे धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः.